पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 177 श्रीभगवानुवाच जनस्थाने जडो नाम द्विजन्मा कौशिकान्वयी हित्वा जात्युचितं धर्मं वणिवृत्त्यां मनो दधे व्यसनी परदारेषु दिव्यन्नक्षैः पिबन्मधु मृगया निरदो नित्यं कालमेवं निनायसः क्षीणे वित्ते तदो रात्रौ चौर्यमारब्धवांस्ततः प्रतिपेदे धनं तेन यज्वनां यष्टुमर्धिनां स दूरमगमत्तेन वाणिज्यायोत्तरां दिश्यं कस्तूरिमगुरुं कृष्णं चामरांश्चन्द्रिकोज्ज्वलान् गृहीत्वा वृत्त्य चानिन्ये पञ्चषा दध्वयोजनाद अथा परस्मिन्नहनि प्रिया दर्शनदोहिनी दूरमध्वानमुल्लङ्घ्य रवावस्तमिदे सदि द्वान्दे प्रसर्पदि स्वैरं दिशो दशतरोस्थले गदोवशं सदस्यूनां निजघ्ने तैश्च सत्वरम् धर्मलोभादसौ जज्ञे घोरश्चोग्रतरोग्रहः पिपासिदो बुभुक्षार्तो लेलिहानश्च सृक्किणी ऊर्ध्वकेशोतिजं खालुः पृष्ठलग्नोदरो महत अस्थिमात्रशरीरो भूदुर्वृत्तनयनो भृश्यम् अत्रान्तरे सुतस्तस्य धर्मात्मा वेदकोविदः पर्यपालयदत्यर्थं दिदृक्षुस्तं तदागमद नित्यमन्वेषयन्वार्तां पान्धेभ्यो नोपलब्धवान् तद कदाचिदायाते सहायिनि च मानवे तस्माद्विदिदवृत्तान्तः शुशोच पितरं बहु ततो विमृश्य मेधावी चिकीर्षु पारलौकिकं वाराणसीं ससम्भारसगन्धुमुपचक्रमे मार्गे निवासान् सप्ताष्ठौ नीत्वा तस्य तरोस्थले सन्ध्यां प्रचक्रमे कर्तुं यत्रास्य निहतः पिता तत्राध्यायं स गीतानां तृतीयं संजजापः ततो घोरस्वरस्तत्र व्योममध्ये परामृशद ददर्श घोरमाकाशात् पदं तं पितरं ततः विस्मयेन भयेनापि विकलीकृतचेतनः तेजसा भूयसा व्याप्तमालुलोके पुरोम्बरे किङ्गिणीकोडिसङ्कीर्णं तेजसा व्याप्तदिङ्मुखं विमानमग्रदो पश्य दिव्यमध्यग्रचेतनः तत्रा पश्यत् समारूढं दिव्याभिस्त्रीभिरावृतम् संस्थूयमानं मुनिभिपितरं पीदवाससं प्रणतस्थं समालोक्य युयुजे तेन चाशिषात् ततो पृच्छदिदं वृत्तं स च तस्मै न्यवेदयद दुस्त्यजात् कर्मणो वत्स वपुषो पुण्यकारणाद मोचितोऽस्मि त्वया दैवादध्यायं जपतान्तिके तन्निवर्तस्व जपदः साम्प्रतं त्वामुपस्थितम् वाराणसीं यदर्थं यत्तदनुष्ठितमात्मनः श्रीभगवानुवाच एवमुक्तः स च प्राह पितरं दीप्ततेजसं सूत उवाच हिदं ममानुशाधित्वं कार्यमन्यन्मयानु किं श्रीभगवानुवाच ततः प्राह पिता पुत्रं कार्यमेदत्त्वया नख यन्मया चरितं कर्म भ्रात्रा मम दु तत्कृतम् सयादो नरकं घोरं तं मोचयितुमर्हसि अन्ये मदन्वये ये वै निरयं प्रतिपेदिरे ते च मोचयितव्यास्ते इति मेऽस्ति मनोरथः इत्येवमुक्तः पुत्रस्थं पुनः प्राह कृताञ्जलि कर्मणा केन तान् सर्वान् मोचयामि तदा दिश एवं निवेदितो वाक्यं पिता सुतमुवाचः पितोवाच येनाहं मोचितो वत्स तदनुष्ठातुमर्हसि अनुष्ठाय तदुत्पन्नं तेभ्यः पुण्यं समुत्स्रज तदोहमिव ते सर्वे पूर्वे सन्त्यज्य यादनां गमिष्यन्त्यचिरेणैव तद्विष्णोः परमं पदं सत्संदिष्टो वदत्पुत्रो यद्येवं तादनारकान् सर्वानपि विमोक्ष्यामि यदि ते रोचते वचः एवमस्तु शिवं भूयादुपपन्नं महत्प्रियम् इत्यादिश्य पिता पुत्रं ययौ विष्णोः परं पदं सोऽपि तस्मात् परावृत्य जनस्थानं प्रपद्य च सुन्दरस्य पुरःशौरेश्चालये कालमभ्यगाद स कुर्वाणोः समाधीनि पित्रा च यदुदीरितम् उत्ससर्जकृतं पुण्यं मोचयिष्यन् स नारकान् अत्रान्तरे पदे विष्णोर्यादनापदमीयुषः नारकान्मोचयिष्यन्तः किङ्करायममभ्ययुः तेन ते पूजिताः सर्वे सत्क्रियाभिरनेकथा कुशलं परिपृष्ठास्ते सर्वतः सुखमुचिरे ये मं सत्कृत्य मेधावी पितृलोकमहेश्वरः हेतुमागमने पृच्छत्ते जतस्मै न्यवेदयन् विद्धि कीनाशनाथत्वं शेष पर्यङ्गशायिना शौरिणा प्रहितानस्मान् समादेष्टुं त्वदन्तिके अस्मन्मुखेन देवस्त्वां कुशलं परिपृच्छति नारकान् प्राणिनः सर्वान् विमोक्तुं च नियच्छति इत्याकर्ण्यसमादिष्टं विष्णोरमिततेजसः न तेन मूर्ध्ना सम्भाव्य दध्यौ किञ्चन चेतसा विमुक्तान्निरया सर्वांस्तान् विलोक्य मदोत्कटान् स तैरनुगतः सर्वैः विष्णोरायतनं ततः ययौ स वरयानेन यत्रास्ते दुग्धवारिधिः तदन्त उदितानेकसूर्यकोटिसमप्रभम् इन्दीवरदलश्याममालुलोक जगद्गुरुं शय्याफणिफणारत्नमरीच्यामिश्रते जसम् विलोक्यमानमानन्दनिर्भरं प्रीतमानसं भावानुगैर्दृगालीकैः श्रिया प्रेम्णेक्षिदं मुहुः योगिभिः परिदोजुष्टं ध्याननिष्पन्दतारकैः स्तूयमानं महेन्द्रेण पराजेतुं विरोधिनः आम्नाय वचः सामन्दे ब्रह्मणो निःसृतैर्मुखाद मूर्तिमद्भिर्वजोभिश्च गीयमानं गुणोत्करं सम्प्रीतं चाप्युदासीनमपि सर्वासु योनिषु योगसञ्चितपुण्यानां योगपद्येन जन्तुषु विलोकमानमात्मानमखिलं सचराचरम् आमोद्यन्नमालोकैरात्मानं दीप्तिपूरितैः आबिभ्राणं वपुर्व्याभिद्योदितं भोगिनस्विषा इन्दीवरदलश्यामं ज्योत्स्नयेव नभस्थलं विलोक्य तं सतुष्ठाव धिया बहुलयानतः यम उवाच नमः समस्तनिर्माणनिर्मलीभूतचेतसे वदनोद्गीर्णदेवाय विश्वरूपाय वेधसे बलवेगसुदुर्धर्ष दानवेन्द्रमदद्रुहे नमस्तितौ जसत्वाय विश्वाधाराय विष्णवे नमः पादकसङ्घाद जिष्णवेऽखिलदेहिनां ईषदुन्मीलल्लाडनेत्राग्निप्रभवार्चिषे त्वं हि सर्वस्य लोकस्य गुरुरात्मा महेश्वरः विसृज्य वैष्णवान् सर्वानतस्त्वमनुकम्पसे व्यापयन्नखिलं लोकं मायया परिबृंहितं न तया परिभूतोऽसि न च तत्प्रभवैर्गुणैः अन्तरावर्तमानोऽपि न ताभ्यामभिभूयसे दृश्या विषयवर्तिन्या निग्रहीतमना अपि तया फलाभिगामिन्या आत्मन्येवाभिलीयसे न तवास्ति महिम्नोऽन्तो यथा निरवधि स्वयम् मौनमेवात्र युक्तं मे विषयोऽसि कथं गिरा इति स्तुत्वा ततो वाक्यमिदमाह कृताञ्जलि विनियोगादमियुक्ता देहिनो निर्गुणामया समादिश यदन्यन्मे कार्यमस्ति जगद्गुरो यदि विज्ञापितस्तेन तमाहमधुसूदनः मेघगम्भीरया वाचा सिञ्चन्निव सुधारसैः पापादुद्धार्यते लोको मया समयवर्तिना त्वयि विन्यस्तभारोऽहं नानुशोचामि देहिनः तदाचारनिजं कर्म प्रयाहि स्वं निकेतनं श्रीभगवानुवाच इत्युक्त्वान्तर्दधे देवसोऽपि स्वपुरमाययौ सोऽपि स्वजातिजान् सर्वान्निरयस्ताननेकशः उद्धृत्य वरयानेन विष्णुलोकं ययौ स्वयम् इति श्रीपात्मे महापुराणे उत्तरखण्डे गीतामहात्म्ये सप्तसप्तत्यधिकशततमोऽध्यायः ॐ